अस्माकम् अत्र हल्सन्धिविषये अभ्यासः इदानीं चलितः, अत्र प्रवर्तते अस्माभिः अस्माकम् अभ्यासः इदानीं प्रवर्तते। तत्र गतवर्गे कुत्र आसम्, कुत्र स्मः वयम्? टेप् पूर्व चकारः, चकारविषये खलु। इदानीं कस्यापि प्रश्नः अस्ति वा? कोऽपि प्रश्नः अस्ति वा? मीना महोदय, मदर महोदय, न महोदय, न पठितवती, गतपाठं न पठितवती। न, परन्तु गतपाठे वर्गे तत्र कोऽपि प्रश्नः आसीत् वा? न इति चिन्तयामि। अस्तु, तर्हि तत्र मीना महोदय, भवत्याः प्रश्नः आसीत् खलु विद धातु। मदर् महोदय, मीना महोदयाः प्रश्नः आसीत्, केचन धातवः सन्ति ये प्रत्येकस्मिन् ये बहुषु गणेषु वर्तन्ते, एकस्मिन् एव गणे अस्ति इति तु नास्ति। एकधातुः अस्ति विद, तत्तु बहुषु गणेषु अस्ति, तर्हि कथं जानीमः कस्मिन् गणे अस्ति इति वा? तर्हि प्रथमं तु अस्ति यत् एकः एव धातुः नास्ति, यद्यपि तस्य स्वरूपं समानम् अस्ति विद, परन्तु प्रत्येकस्मिन् गणे यः विद धातुः आगच्छति तद् भिन्नभिन्नधातुः अस्ति इति तु चिन्तयतु। एकः एव धातुः नास्ति इति अस्ति, प्रत्येकस्मिन् गणे तस्य अर्थः अर्थभेदः भवितुं शक्नोति। तर्हि कस्मिन् गणे तस् अर्थः कस्मिन् गणे अर्थः कः अस्ति इति वा कथं जानीमः? तत्तु धातुपाठस्य अभ्यासेन एव वयं ज्ञातुं शक्नुमः। तत्र किमपि सूत्रम् इति नास्ति, वस्तुतः सूत्रपाठस्य अभ्यासेन सह धातुपाठस्य गणपाठस्य अपि अभ्यासः अनिवार्यः अस्ति। केवलं सूत्रपाठस्य अभ्यासात् कार्यं सफलं न भवति, धातुपाठस्य अपि अभ्यासः पुनराभ्यासः करणीयः, गणपाठस्य अपि अभ्यासः पुनराभ्यासः करणीयः, तर्हि इति सर्वं मिलित्वा करणीयः। यु केनाट् डु जस्ट् वन् एण्ड् लीव् दि अदर्स्। अतः धातुपाठस्य यदि वयम् अभ्यासं कुर्मः तत्र वयं ज्ञातुं शक्नुमः कस्मिन् गणे कीदृशः विद् धातुः अस्ति, तत्र विद् धातोः अर्थः कः इति। तत्र सूत्रं नास्ति, अवगच्छति वा मीना महोदय? मीना महोदय, श्रूयते वा? अस्ति वा मीना महोदय? नास्ति, अस्ति महोदय, इदानीमस्ति। मम प्रश्नः किम् इति विस्मृतं मया। न, इदानीम् एषः एव भवत्याः प्रश्नः आसीत्, विदधातु बहुषु गणेषु अस्ति, तर्हि कथं जानीमः सूत्रं किम् इति। अपि तु तत्र चन्द्रबिन्दुरस्ति खलु, चन्द्रबिन्दु इत्युक्ते अनुनासिकः, तत् संज्ञा भवति खलु उपदेशे अजनुनासिकः, उपदेशे चन्द्रबिन्दु इति अनुनासिकसंज्ञायाः प्रतीकः अस्ति। चन्द्रबिन्दु अस्ति वा नास्ति वा? आत्मपदे ञकारः, आत्मनेपदी अस्ति न वा इति ज्ञातुं तत्र सूत्राणि सन्ति खलु, नित् अस्ति चेत् अथवा उपदेशे अनुदात्तात् इति आसीत् खलु, तत्र अनुदात्तम् अस्ति न वा इति अस्ति न वा, नित् अस्ति न वा इति तस्य ज्ञानेन वयं ज्ञातुं शक्नुमः आत्मनेपदी अस्ति न वा। अत्र तु नित् नास्ति, तर्हि अतः केवलम् उपदेश अवस्थायां यः इत् संज्ञकवर्णः अस्ति, यस्य लोपः भवति, तद् उदात्त अनुदात्त स्वरित इति अस्ति न वा इति तस्य ज्ञानेन एव वयं ज्ञातुं शक्नुमः आत्मनेपदी अस्ति न वा। परन्तु इदानीम् अद्यत्वे तत् ज्ञानं लुप्तमस्ति इति अस्माभिः पूर्वमेव पठितम्, वयं न जानीमः कुत्र स्वरः उदात्तः कुत्र स्वरः अनुदात्तः, तस्य पाठः तु सामान्यतया इदानीं लुप्तः अस्ति, अतः तत्र रटनमेव करणीयं यत् एषः धातुः आत्मनेपदी, एषः तु परस्मैपदी, एषः धातुः उभयपदी इति. आत्मनेपदी सुलभमेव, सूत्रमस्ति सूत्रमस्ति सत्यं, परन्तु सूत्रं किं वदति, इत् संज्ञायाः स्वरः कः तस्य ज्ञानेन वयं ज्ञातुं शक्नुमः खलु, परन्तु भवती जानाति वा स्वरं दृष्ट्वा कस्मिन्नपि धातौ स्वरं दृष्ट्वा वयं वक्तुं शक्नोति वा यत् एषः स्वरः उदात्तः अनुदात्तः स्वरितः, जानाति वा? सामान्यतया वयं न जानीमः खलु, सामान्यतया वयं न जानीमः उदात्तस्वरितः वा, बहुत्र तस्य अत्र तादृशं ज्ञानमेव नास्ति अस्माभिः अस्माकं समीपे, अतः तादृशं ज्ञानं नास्ति चेत् स्मरणमेव करणीयम् इति एव अस्ति. अस्तु तर्हि अग्रे गच्छामः. तर्हि गतवर्गे अस्माभिः तत्र राक्षस्य मृजेर्वृद्धिः इति विषये अस्माकं चर्चा समाप्ता. अग्रे अस्ति पञ्चमः बिन्दुः, रेफपूर्वः छकारः. मृजेर्वृद्धिः समाप्तं वा? मृजेर्वृद्धिः समाप्तं समाप्तं भगिनि. तर्हि रेफपूर्वः छकारः तत्र अस्माभिः इदानीं चवर्गस्य इति अस्ति खलु संयोगान्त विषये सन्धिकार्यमस्ति, तदनन्तरं संयोगान्तस्य पदस्य लोपः अभवत्, संयोगादिसकारस्य लोपः अभवत्, संयोगादिककारस्य लोपः राक्षस्य इति सर्वम् अभवत्. इदानीमस्ति रेफपूर्वः छकारः, रेफपूर्वः छकारः अस्ति. इदानीं किम् अस्ति रेफ? एतदपि पठितवन्तः पूर्वं. पूर्वमस्ति, इदानीम् अभ्यासः अस्ति खलु. तदेव तदेव अभ्यासस्य प्रयोजनं खलु, पुनः पुनः करणीयं. तर्हि अत्र किम् अस्ति, अस्माकम् इदानीं मूलविषयः अस्ति पदस्य पदमस्ति, पदस्य अन्ते यदि संयोगवर्णः अस्ति चेत् किं भवति, सामान्यतया संयोगान्तस्य लोपः इति सूत्रेण अन्तिमवर्णस्य लोपः भवति, तत्तु वयं जानीमः. यदि संयोगः अस्ति तस्य प्रथमसदस्य सकारः अथवा ककारः अस्ति चेत् स्कोः संयोगाद्योरन्ते च इति सूत्रेण अन्तिमसदस्य न परन्तु प्रथमसदस्यस्य लोपो भवति इति अपि वयं जानीमः. तदनन्तरं किमस्ति राक्षस्य, राक्षस्य इति नियमसूत्रं किं वदति, रेफात् परे केवलसकारः अस्ति चेदेव तस्य लोपः भवति, अन्यवर्णः अस्ति चेत् तस्य लोपः न भवति इति अस्माभिः दृष्टं. मृज् मध्ये अपि अस्माभिः दृष्टं तत्र अमार्ज् भवति, जकारस्य लोपः न भवति तत्र इति अस्माभिः दृष्टं. तर्हि रेफात् परे सकारः अस्ति चेत् लोपः, अन्यवर्णः अस्ति चेत् लोपः न भवति. इदानीम् अस्माकं दुसरम् इदानीम् अस्माकम् अस्ति रेफ अस्ति, तदनन्तरं छकारः अस्ति चेत् रेफ अस्ति तस्य अनन्तरं छकारः, अत्र वस्तुतः लिखितमस्ति रेफपूर्वः छकारः. हा, रेफपूर्वछकारः इत्युक्ते किं, छकारात् पूर्वं रेफः अस्ति चेत् नाम रयोगय रोगय छ तयोः संयोगः भवति चेत् किं कार्यं करणीयम् इति. तर्हि राल्लोपः इति एकं सूत्रमस्ति खलु, रेफ् पूर्वः चकारः, तर्हि पठतु मीना भवता. तर्हि इदानीं सर्वाणि सूत्राणि वाचकसमुपचितानि, अतः प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं तदेव पठतु मदर् महोदय. राल्लोपः, राल्लोपः रेफात् परस्य चकारस्य वकारस्य च लोपो भवति पी जलादिप्रत्ययः अन्वासिकः च परे अस्ति चेत्. अनुवृत्तिसहितसूत्रम् अङ्गस्य राद् चोः लोपः अन्वासिके पि जलोहे जलोः जलोः. तर्हि इदानीं यदि अङ्गकार्यमस्ति अत्र किं वदति, यत् अङ्गमस्ति तत्र रेफानन्तरं यदि तुक्सहितचकारः, अत्र अत्र वस्तुतः तुक्सहितचकारः नास्ति तत्र केवलचकारः, छोः अत्र लिखितमस्ति परन्तु तत्र छोः अनुवृत्तिरूपेण आगच्छति अत्र छोः शूलनासिके च इति सूत्रेण। यद्यपि छोः लिखितं परन्तु तत्र तु सहित चकारः न अपि तु कोऽपि चकारः अङ्गमस्ति तत्र रेफः अस्ति रेफानन्तरं यदि छकारः अथवा वकारः अस्ति चेत् तस्य लोपः भवति। कदा भवति लोपः? अग्रे अनुनासिकवर्णः क्विप्रत्ययः अथवा झलादिप्रत्ययः अस्ति इति अस्ति। तर्हि छोः शूनासिके च इति सूत्रमस्ति 6419। तर्हि 6421 इति राल्लोपः सूत्रमस्ति। छोः शूनासिके च किं वदति? यत् छोः शूनासिके वदति यत् तुक्सहितछकारः अथवा वकारात् अनन्तरम् अनुनासिक क्विझल अनुनासिक आदिप्रत्ययः क्विप्रत्ययः झलादिप्रत्ययः अस्ति चेत् किं भवति? तुक्सहितछकारस्य भवति तालव्यषकारः, वकारस्य भवति ऊट्। परन्तु रेफः अस्ति चेत् नाम अङ्गम् अङ्ग अस्ति तस्य रेफानन्तरं यदि छकारः अस्ति तस्य अनन्तरम् अनुनासिकादि क्वि झलादिप्रत्ययः अस्ति चेत् छकारवकारस्य लोपः भवति इति राल्लोपः। तर्हि अजो पुर्च् योगः त इति अस्ति महोदय, तर्हि कथं कार्यं भवति इति वदतु। अजो हुर्च् योगः तकारः अस्ति। प्रथमं हुल् हल्याभ्योदीकृति सप्यकृतो हल् इति सूत्रेण तकारस्य लोपो भवति। प्रथमं हल् हल्याभ्योदीकृतं हल् कार्यं करोतु। प्रथमम् अङ्गकार्यं भवति महोदय, प्रथमं चकारस्य लोपः भवति राल्लोपः इत्यनेन। राल्लोपः इति सूत्रं प्रथमं कार्यं किमर्थं करोति? अङ्गकार्यम्। अङ्गकार्यम् अङ्गकार्यमपि अस्ति, अपि च परसूत्रमपि अस्ति खलु अत्र, अपि च राल्लोपः उभयोः सूत्र उभे सूत्रे त्रिपाद्यां न स्तः खलु। राल्लोपः सूत्रं किं वदति महोदय? किं राल्लोपः? राल्लोपः तत्र राल्लोपः अल्नाभ्यो दीर्घः तत्र तत्र पूर्वत्र सिद्धम् अधिकारे न स्तः, षष्ठमे अध्याये स्तः खलु। अतः तत्र तु परकार्यं परकार्यम् अस्ति, तत् परसूत्रस्य कार्यं प्रथमं भवति। अतः अत्र हल्नाभ्यसूत्रं न कार्यं करोति, प्रथमं राल्लोपः करोति। राल्लोपः किं करोति? तदेव वयं मया उक्तम्, अङ्गमस्ति अङ्गकार्यमस्ति तत्र रेफानन्तरं यदि छकारः अथवा वकारः अस्ति चेत् तस्य लोपः भवति। कदा? अग्रे अनुनासिकादिप्रत्ययः क्विप्रत्ययः अथवा झलादिप्रत्ययः अस्ति चेत्। तर्हि अजो मया विस्मृतं राल्लोपः मया विस्मृतमस्ति खलु, अत्र लिखितमस्ति, पठतु। अत्र लिखितं राक्षस्य पूर्वं राल्लोपः रेफपूर्वचकारः पञ्चमो बिन्दु पञ्चमबिन्दु प्रथमम् अजो राल्लोपः इति सूत्रेण रेपस्य रेपपरे चकारः अस्ति चेत् तस्य लोपः भवति जल् प्रत्ययपरे। अतः अजो अजोहुर् योगः तकारः अजोहुर् इदानीं खलु इदानीं हल्याभ्योदीर्घ तस् सूत्रं कार्यं करोति। पुनः चिन्तयतु, अजोहुर् योगः त छकारस्य लोपः भवति। इदानीं धातुमध्ये अन्तिमवर्णः कः? रेपः। तकारः पित् प्रत्ययः अस्ति वा अपित् अस्ति? तकारः पित् अस्ति। तकारः पित् अस्ति, पित् अस्ति। अतः इदानीम् उपधायां कः वर्णः अस्ति? छकार यदा लोपः अस्ति तर्हि किं सूत्रम्? अजो हुर् इति अजो होर् सुगन्तस्य लघुपदस्य पुगन्तलघुपदस्य पुगन्तलघुपदस्य तर्हि उकारस्य किं भवति तर्हि किं किं रूपं भवति अजोहोर् अजोहोर् अजोहोर् योगः त इदानीं वदतु इदानीं हल्याभ्यो दीर्घाष्टिसि कृतं हल् तस्य प्रसक्तिः आगच्छति खलु अतः तकारस्य लोपो भवति अजोहुर् अजोहोर् अग्रे होर् होर् अग्रे करस करवसाने सत्यम् इत्यनेन विसर्जनीयः इत्यनेन विसर्गः भवति अजो हो होर् हो हो अजो अजो हो हो हो अजो हो अजो हो हो प्रथमम् अङ्गकार्यं करणीयं तदनन्तरमेव अत्र ध्वनिमध्ये भग्नता भवति वा तदा डिस्टर्बन्स् अस्ति इति अहं मम पार्श्वे तत्र डिस्टर्बन्स् भवति इति अहं चिन्तयामि अहं शृणोमि महोदय अहं सम्यक् शृणोमि अहमपि शृणोमि महोदय प्रायः मम हेड्फोन्स् मध्ये एव कृतमध्ये अस्ति अस्तु मीना महोदय अवगच्छति वा आं महोदय अस्तु इदानीं भवत्यम् अग्रे करोतु रेफपूर्वः वकारः अस्ति चेत् तत्रापि राल्लोपः इति सूत्रमस्ति अतो तुर्व इति सूत्रं किं भवति अतो तुर्वयोगः तस्मात् पूर्वम् एकं सूत्रमस्ति अग्रे रेफवकारयोः परयोः इकः दीर्घः स रोः उपधाय दीर्घः हदी च इति अस्ति खलु तत् तत् पठतु अतो तु न कृतम् अग्रे करोतु तत्र अग्रे सूत्राणि सन्ति तानि पठन्तु पूर्वं रेफवकार रेफवकारयोः परयोः इकः दीर्घः पदान्ते रोरुपधाय दीर्घः इकः पदान्ते रेपान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशो भवति नूतनसूत्रं किल इरुच वौ इतरत्यजन्तयोः तयोः वोः वोः षष्ठ्यन्तम् उपधायाः षष्ठ्यन्तं दीर्घाः प्रथमान्तम् इकः षष्ठ्यन्तम् अनेकपदमिदं सूत्रं सिपि धातोर्वा इत्यस्मात् धातुः इत्यस्य अनुवृत्तिः स्को संयोगान्ते च एतस्मात् अन्ते इत्यस्य अनुवृत्तिः पदस्य अधिकारः अनुवृत्तिसहितसूत्रं रोः धातोः रकार वकारयोः इति उपधायाः दीर्घः इकः पदस्य अन्ते किं लिखितम् यदा ऋकारवकार अन्ते अस्ति चेत् धातोः अन्ते अस्ति चेत् तस्य उपधायाः दीर्घः इकः पदस्य अन्ते इत्युक्ते इक किमर्थम् इकः पद रवोः धातोः उपधायाः इकः दीर्घः पदस्य इकः दीर्घः पदस्य अन्ते ओके पदान्ते केवलं पदान्ते पदान्ते यदि रेफः अथवा वकारः अस्ति चेत् धातोः रेफः अथवा वकारः अस्ति चेत् पदान्ते तर्हि रेफात् पूर्वं यः इकवर्णः अस्ति तस्य दीर्घं भवति दीर्घत्वं भवति इति एकम् अस्ति पदान्ते इदानीम् अपदान्ते इदानीम् अतोत्तुर् वक्तव्यं वा हलि च इति कार्यं किं करोति महोदय? एपः वकारः अस्ति चेत् एव कार्यं तादृशमेव अस्ति, रेफान्तवकारान्तान् धातु अस्ति, उपधायां स्थितः इकवर्णस्य दीर्घत्वं भवति, परन्तु इदानीं निमित्तं पदान्ते नास्ति, इदानीं निमित्तमस्ति हल्परे. नाम आहत्य वयं वक्तुं शक्नुमः यदि पदान्ते अथवा हलिपरे धातोः रेफवर्णः अथवा वकारान्त वकारः अस्ति चेत् रेफवर्ण रेफस्य वकारस्य दृष्ट्या उपधायां यः इकवर्णः अस्ति तस्य दीर्घत्वं भवति. पदान्ते अस्ति चेत् एतत् सूत्रं कार्यं करोति. पदान्ते अस्ति चेत् रोः उपधाया दीर्घः, रोः पदान्ते अस्ति चेत् हलि च. हलि नाम टुगेदर् आहत्य वयं वक्तुं शक्नुमः यदि पदान्ते अस्ति अथवा हलिपरे अस्ति किमस्ति रेफान्त अथवा वकारान्तधातु अस्ति एतादृशम् अस्ति चेत् रेफवकारयोः उपधायां यः इकवर्णः अस्ति तस्य दीर्घत्वं भवति इति. ऐदर् इट् इस् एट् द एण्ड् आफ् द पद आर् इट् इस् फालोड् बै अ हल् वर्णः. इन् ऐदर् केस् इफ् धातु इस् एण्डिङ्ग् वित् रो आर् व देन् इन् द उपधा आफ् र एण्ड् व इफ् दर् इस् अ इक् वर्णः. इक् इत्युक्ते किम्? अस्ति चेत् तस्य दीर्घं भवति. पदान्तस्य कृते सूत्रमस्ति रवोः उपधायाः दीर्घः इकः, अपदान्तस्य कृते अस्ति हलि च. तर्हि हलि च सूत्रं पठतु एकवारं मीना महोदय. हलि च रेपान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति हलिपरे. हलि सत्यं निमित्तं पठितव्यं वा? हलि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं सिपि धातो रुवा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रुवोरुपदाया दीर्घः इकः इत्यस्य पूर्णतया अनुवृत्तिः. ओ येन विधि तदन्तस्य इत्यस्य साहाय्येन तदन्तविधिः. अतः रुवोः इत्यनेन येषां धातूनाम् अन्ते रेपः वकारश्च वकारश्च तेषामपि ग्रहणम् अनुवृत्तिसहितसूत्रं हलि च रो धातोः उपधायाः इकः दीर्घः. साधारणतया हलि च प्रसिद्धं वा रो उपधायाः दीर्घः इकः इति सूत्र अपेक्षया? प्रसिद्धम् इति न वदामि, नाम निमित्तमेव भिन्नम् अस्ति. हलि च तस्य निमित्तं हल् परे अस्ति, पदान्तस्य निमित्तम् इति पदान्ते अस्ति. प्रायः पदान्ते रेफवकारः इति तावत् सामान्यः प्रायः न भवेत् इति भवती चिन्तयति हलि च इति प्रसिद्धमस्ति, परन्तु प्रसिद्धमिति किमपि न वक्तुं शक्नुमः. हलि च उदाहरणमस्ति वा? हलि च उदाहरणम् अस्ति वा? आगच्छति तत्र वयं चिन्तयामः. अत्र नास्ति चेत् न जानीमः, परन्तु मस्तिष्के भवतु. अत्र अस्माभिः पूर्वमपि पठितं हलि च, नाम हल् सन्धिविषयात् पूर्वमपि अस्माभिः बहुत्र पठितं. तर्हि नूतनसूत्रं नास्ति वस्तुतः, उदाहरणमस्ति. तर्हि किमस्ति? अहमपि इदानीं मस्तिष्के न आगच्छति उदाहरणं, परन्तु इदं तो स्मरामि, नूतनसूत्रं नास्ति. अग्रे पठतु बदर् महोदय इदं सूत्रम्. आम्, इदं सूत्रं पदस्य इत्यस्य अधिकारे अस्ति, तर्हि पदान्ते एव भवति वा? हलि च इत्यस्य सामर्थ्येन अपदान्ते इति भवति. सामर्थ्येन जलो जलि अपि तथा यथा कदापि अग्रे निमित्तमस्ति तदा बलात् अपादान्ते इति भवति यत्र सा यत्र सप्तम्यन्तं निमित्तमस्ति तत्र पदस्य इति न गच्छति यद्यपि तस्य अधिकारे स्यात् पदस्य किं लिखितम् पदस्य एतत् सूत्रं पदस्य इति अधिकारे अस्ति अतः पदान्ते एव भवति हञ्च इति अपदान्ते अस्ति पदान्ते न भवति पदान्ते मदर् महोदय भवती वदतु किं वदति हलीच इति रोर् ओर् उपदाया दीर्घ इकः इति सूत्रम् अनुवृत्ति अस्ति पदस्य अन्ते इति अतः एव पदस्य अन्ते एतत् कार्यं भवति हलीच इति पदान्ते अस्ति किल नाम हलीच इति सूत्रं पदस्य अधिकारे आगच्छति खलु पदस्य अधिकारः अस्ति तर्हि भ्रमः भवितुं शक्नोति प्रश्नः आगन्तुं शक्नोति यदि पदस्य अधिकारे अस्ति चेत् पदान्ते पदान्ते पदान्ते एव करणीयं खलु सर्वदा तर्हि किमर्थं वयं वदामः हलीच इति सूत्रम् अपदान्ते अस्ति कारणमस्ति यद्यपि पदस्य अधिकारे अस्ति परन्तु तत्र सप्तम्यन्तं परनिमित्तम् अस्ति खलु हली च हल् परे अस्ति चेदेव कार्यं भवति तर्हि हल् परे अस्ति चेत् कथं पदान्ते भवितुं शक्नोति न भवितुं शक्नोति खलु तथैव अस्मा झलो झलि सूत्रमस्ति तत्र अपि परनिमित्तं झलि अस्ति अतः तत्र अपि यद्यपि तत्रापि यद्यपि पदस्य अधिकारे अस्ति परन्तु कार्यं पदान्ते नास्ति हलि झल् परे अस्ति यदि अस्ति तर्हि यद्यपि पदस्य अधिकारः अस्ति परन्तु तत्र यदि कस्मिन्नपि सूत्रे परनिमित्तमिति लिखितमस्ति तर्हि बलात् अपदान्ते इति एव कार्यं भवितुं शक्नोति यत् यत्र अग्रे तादृश हल् वर्णः अस्ति अथवा झल् वर्णः अस्ति यत्र किमपि परनिमित्तं नास्ति तत्र वयं वक्तुं शक्नुमः यत् पदस्य अधिकारे अस्ति अतः पदान्ते एव कार्यं भवति इति सर्वदा अधिकारे अस्ति तस्य अर्थः एतादृशं नास्ति यत् सर्वत्र तत्र अधिकारः तस्य बलः भवति एव यदि सूत्रे एव किमपि लिखितमस्ति निमित्तं तस्य निमित्तस्य एव बलम् अस्ति निमित्तं साक्षात् सूत्रे लिखितं नास्ति चेत् अस्तु पदस्य पदान्ते पदान्ते एव भवति अवगच्छति वा आम् महोदय अस्तु अग्रे अपदान्ते उपदायांश अपि अपदान्ते एव कार्यं करोति एकम् अन्तिम एकम् अग्रे सूत्रमस्ति उपधायां च तर्हि रोः उपधाया दीर्घः 8 to 76 हली च 8 to 77 उपधायां च 8 to 78 अत्र सूत्राणाम् अत्र किमस्ति सूत्राणां तत्र लघुवर्गः अस्ति कार्यं तत्र समानमेव अस्ति सर्वत्र परन्तु किञ्चित् किञ्चित् कश्चित् कश्चित् भेदः अस्ति तर्हि उपधायां सूत्रं किं वदति पठतु उपधायां च येषां धातूनाम् उपधायां रेफ् अकारौ हलौ परे हल् परे ताभ्यां प्राक् वर्तमानस्य इकः दीर्घादेशः भवति उपधायां रेप वकारः अस्ति चेत् हल् परे अस्ति निमित्तम् अस्ति चेत् तत् रेप वकारयोः पूर्वं यत् इक् वर्णः अस्ति तत् दीर्घः भवति अलन्तधातूनाम् उपधायां रेपः वा अकारः वा अस्ति चेत् तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति. उपधायां सप्तम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम्. सिपि धातो रुत्वा इत्यस्मात् धातो इत्यस्य अनुवृत्तिः ओर् उपधाया दीर्घः इकः इत्यस्मात् ओः इकः दीर्घः एषाम् अनुवृत्तिः. हलि च इत्यस्मात् अलि इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं धातोर् हलि ओर् उपधायां च उपधायाम् इकः दीर्घः. किमस्ति धातोः मध्ये रेपवकारः अस्ति चेत् तस्य पूर्वम् इक् वर्णः दीर्घः भवति. निमित्तं हल् वर्णः परे अस्ति चेत् तत्र निमित्तं फस्ट् किमपि नास्ति तत्र हल् परे नाम धातुः अस्ति धातु हलन्तम् अस्ति तदेव निमित्तम् अस्ति इति वक्तुं शक्नुमः. धातु हलन्त धातोः उपधायां रेफवकारः रेफवकारयोः प्रागेव इक् वर्णः अस्ति चेत् तस्य दीर्घं भवति. नाम इदानीं पर्यन्तं किम् आसीत् हलि च किं वदति धातु अस्ति धातोः अन्ते रेफवकारः तस्य अनन्तरं तस्मात् अनन्तरं हल् इति निमित्तम् अस्ति तत्र हल् वर्णः धातोः भागः नास्ति अनन्तरमस्ति प्रत्ययस्य भागः इति चिन्तयतु. तावदस्ति चेत् हलि च सूत्रं वदति दीर्घत्वं भवति. उपधायां किं वदति धातोः अन्ते एव यदि हल् वर्णः अस्ति हल् वर्णात् प्राक् रेफवकारः अस्ति रेफवकारात् प्राक् इकवर्णः तत्र दीर्घत्वं भवति. अनन्तरं किमपि निमित्तं नास्ति इति अहं वक्तुम् इच्छामि तत्र धातोः अनन्तरं निमित्तं नास्ति इति. अवगच्छति वा मन्दरमहोदय? अपदान्ते अस्ति अपदान्ते एव सूत्रं कार्यं करोति अपदान्ते रेफ अत्र अपि रेफवर्णः अपदान्ते अस्ति खलु अतः तर्हि प्रथमसूत्रः ध्रुवोः उपधायाः दीर्घः तत् किं वदति धातुः अस्ति धातोः अन्ते रेफवर्णः अथवा वकारः एतादृशः रेफवर्णः वकारः पदान्ते अपि अस्ति तत्र तर्हि रेफवर्णवकारयोः प्राक् यः इकवर्णः अस्ति उपधायां तस्य दीर्घं भवति. अत्र निमित्तमस्ति धातुः अस्ति रेफान्तवकारान्तधातुः अस्ति पदान्ते अस्ति इति रोः उपधायाः सूत्रस्य निमित्तम्. अग्रे अस्ति उपधाया हलि च वदति इदानीम् अपि धातुः रेफवकारान्त अस्ति परन्तु इदानीं पदान्ते न तस्य अनन्तरं हल् वर्णः आगच्छति चेत् प्रत्ययस्य हलादिप्रत्ययः अस्ति इति चिन्तयतु अस्ति चेत् तत्रापि रेफवकारात् पूर्वं यः इकवर्णः अस्ति तस्य दीर्घत्वं भवति. इदानीं पर्यन्तं रोः उपधाया दीर्घः हलि च तत्र समानता किमस्ति यत् उभयत्र धातुः रेफान्तं वकारान्तम् अस्ति परन्तु तस्मात् अग्रे उपधायां च सूत्रं किं वदति यत् धातु इदानीं रेफान्तवकारान्तं नास्ति धातु हलन्तमस्ति धातोः अन्ते हल् वर्णः अस्ति उपधायां नाम हल् वर्णात् प्राक् रेफवर्णः अथवा वकारः अस्ति धातौ तत्र रेफवर्णस्य वकारवर्णस्य रेफवर्णात् वकारवर्णात् प्राग् अपि इक् वर्णः अस्ति चेत् तस्य दीर्घः भवति इति. कार्यं समानमेव सर्वत्र इक् वर्णस्य दीर्घत्वं भवति परन्तु निमित्तानि किञ्चित् भिन्नानि भिन्नानि सन्ति. सर्वे अवगच्छन्ति वा अत्र भेदः कः अस्ति सूत्रेषु? आम् महोदय. अस्तु इदानीम् उपधायां च तत्र तत्र हलि च हलि तत्रापि हलि च परे वा हा तत्रापि हल् परे, परन्तु तत्र भेदः अस्ति यत् धातुः यदस्ति तद् रेफान्तवकारान्त एव अस्ति, तत्र अनन्तरं हल् वर्णः आगच्छति प्रत्ययस्य हल् वर्णः इति. उपधायां हल् वर्णः धातोः एव अन्तिमवर्णः अस्ति. अवगच्छति वा? उदाहरणं द्रष्टव्यं महोदय. न, इत्र उदाहरणं तु अत्र न आगच्छति, परन्तु भेदः तु आगच्छति खलु. हलि च मध्ये उपधायां मध्ये हलि च मध्ये धातुः रेफान्तवकारान्तमस्ति, उपधायां च मध्ये धातुः हलन्तमस्ति. हल् वर्णात् पूर्वं रेफवर्णः वकारवर्णः अस्ति. हलि चेति सूत्रे धातुः रेफान्तवकारान्तमस्ति. हलि च शृणोतु, हलि च उपधायां, हलि च मध्ये धातु रेफान्तवकारान्तमस्ति, नाम धातोः अन्तिमवर्णः रेफः अथवा वकारः. उपधायां च मध्ये धातोः हलन्तमस्ति, कोऽपि हल् वर्णः भवितुं शक्नोति. हल् वर्णात् प्राक् नाम उपधा इति स्थाने रेफवर्णः वकारवर्णः अस्ति. धातु रेफान्तवकारान्तं नास्ति, हलि च मध्ये धातु रेफान्तवकारान्तमस्ति इति प्रथमः भेदः. अवगच्छति वा? मीना महोदय वदतु, अवगच्छति वा? चिन्तयामि. किं न अवगच्छति? एकस्मिन् सूत्रे धातुः रेफान्तवकारान्तमस्ति, एकस्मिन् सूत्रे धातुः रेफान्तवकारान्तं नास्ति, हलन्तमस्ति. उपधायां च इति सूत्रे धातोः रेफवकारान्त नास्ति. नास्ति, उपधायां रेफवकारः अस्ति, अन्ते नास्ति. ओ ओके ओके. भेदः हलि च मध्ये यः हल् अस्ति तत् हल् धातोः भागः नास्ति. धातोः अनन्तरं किमपि अस्ति प्रत्ययः इति अस्ति वा, तस्य प्रथमवर्णः हल् अस्ति. उपधायां हल् वर्णः अस्ति तद् धातोः एव अन्तिमः भागः अस्ति. तर्हि हलि इति सूत्रस्य परनिमित्तं धातोः बहिः अस्ति, धातोः अनन्तरम् अस्ति हल् हल् हल् इति निमित्तं यदस्ति परनिमित्तम्. उपधायां च इति सूत्रे यः हल् निमित्तम् अस्ति तद् धातोः अनन्तरं नास्ति, धातोः एव अन्तिमभागः हल् अस्ति. धातोः बहिः इति नास्ति निमित्तं, हल् निमित्तम्. इदानीम् अवगच्छति वा? आं महोदय, धातोः एव निमित्तम् अस्ति, धातोः एव रेपोकारयोः अस्ति. रोः उपधायदीर्घः तु सरलमस्ति खलु, तत्र तु पदान्ते रेफवर्णः वकारः अस्ति, तत्र अग्रे किमपि हल् हल् अल्वल् नास्ति. अस्तु, तर्हि इदानीं भवती एव करोतु, उपरि गच्छतु. तत्र अतोतुर्वयोगः त इति अस्ति खलु, अतोतुर्वयोगः च रेफवकारः अस्ति अन्तिमे, धातोः अन्ते रोः अस्ति, वकारः अस्ति, वकारः अस्ति. तस्मात् उपधायः तत्र पुगन्तस्य लघुपदस्य भवति किल प्रथमम्? अत्र उकारः पुगन्ते उपधायमस्ति वा? न न न अतो रेफमस्ति, रेफमस्ति. उपधायाः दीर्घः इकपदस्य अन्ते, तत् सूत्रं न प्रथमतया चिन्तयतु. रोः दीर्घः हलि च इति सर्वाणि सूत्राणि त्रिपाद्यां सन्ति, पूर्वत्र अधिकारे इति सूत्रं सूत्रे सन्ति. अतः प्रथमम् अङ्गकार्यं किमपि अस्ति चेत् अङ्गकार्यं करोतु खलु. अत्र अतोथुर्व इति अस्ति अङ्गमेव तस्मात् राल्लोपः राल्लोपस्य लोपः भवति अङ्गस्य रात् चकार चकार वकारः अस्ति लोपः अनुनासिके चकारः वकारः अस्ति चेत् तत्र चकारवकारस्य लोपः भवति कदा अनुनासिके अनुनासिकादिप्रत्ययपरे झलादिप्रत्ययपरे खलु अत्र तकारः जल् जल् अस्ति तकार जल् अस्ति अतः राल्लोपः इति सूत्रं प्रथमं कार्यं कृत्वा किं भवति राल्लोपः प्रथमं कृत्वा वकारः लोपः वकारः लोपः तर्हि किं रूपम् इदानीम् अतो अतोतुर् अतोतुर् भवति अतोतुर्योगः त खलु अतो अतु अतु अतु अतोतुर् अतु अतोतुर् योगः तदन्तरं तदन्तरं पुगन्तलघुपदस्य अतोतोर् अतोतोर् खलु अतोतोर् भवति अतोतोर् अतोतोर् तदन्तरं हल्याप्य अतोतोर् अतोतोर् इत् तदनन्तरं हल्याप्यो दीर्घो सूत्रं हल्याप्यो तकारलोपः अतो अतो अतो अतोतोर् अतोतोर् खलु अतोतोर् अतोतोर् अतोतोर् अतोतोर् तन् करवासादयोः सूत्रेण अतोतोः अतोतोः अवगच्छति वा इदानीम् अवगच्छामि सम्यक् अग्रे इदानीम् अहं पृच्छामि प्रश्नः तर्हि लङ्लकारे प्रथमपुरुष एकवचने अतोतोः इति रूपं भवति खलु इदानीं लङ्लकार प्रथमपुरुष द्विवचने प्रत्ययः कः अस्ति तः खलु तां तां खलु ताम् इति ताम् ताम् इदानीम् अतोतुर्वयोगः ताम् अस्ति चेत् कार्यं कथं भवति तत्र वाल्लोपः भवति तत्र प्रथमं अतो अतोतोर् अतो अतोतुर्व अतोतुर् भवति योगः ताम् अतोतुर्योगः तां सम्यक् अग्रे पुगन्तं पुगन्तं न भवति किमर्थं न भवति तामिति ङित् प्रत्ययं पित् नास्ति पित् नास्ति अस्तु तर्हि अतोतुर्योगः ताम् अस्ति खलु इदानीं किं भवति अतोतुर्योगः ताम् अतोतुर्योगतां अतोतुर् अतोतुर्योगः ताम् अतोतुर्ताम् अतोतुर्तां वा पुगन्तं नास्ति हल्न्याप्योरपि नास्ति अपृत्तं हल् अपृत्तं महल् न्यास्ति तस्मात् तत्सूत्रमपि प्रसक्तिः नास्ति अतोतुर्ताम् अतोतुर्ताम् एव चिन्तयतु पुनः इदानीम् अस्माभिः त्रीणि सूत्राणि पठितानि तेषु किमपि सूत्रस्य अत्र कार्यं भवति वा हलीच इति कार्यं करोति वा हलीच वा इदानीं इदानीं किमस्ति अतोतुर् धातुः अस्ति खलु अतोतुर् तां हलि हल् भवति अतोतुर् इति धातुः अस्ति खलु धातोः भागः अस्ति धातुः अस्ति खलु वकारलोपानन्तरम् अपि अतोतुर् इति धातोः एव भागः अस्ति खलु तर्हि धातुः एव चिन्तनीयम् इति यद्यपि धातोः वकारस्य लोपः भवति परन्तु अतोतुर् धातोः एव भागः अस्ति अतः अतोतुर् धातोः एव चिन्तनीयः अतोतुर्ताम् अतोतुर्ताम् एकनिमिषं जम्प् मा करोतु। तर्हि इदानीं धातुः रेफान्तमस्ति, तस्य उपधायाम् इकवर्णः अस्ति, अनन्तरं हल् वर्णः अस्ति, तकारः अस्ति, हलीच इति सूत्रेण उकारस्य दीर्घत्वं भूत्वा अतोतूर्ताम् इति भवति हलीच। अवगच्छन्ति वा? अवगच्छामि। प्रथमम् अतो अतोतुर्वियोगः ताम् अस्मिन् अतोतुर्वियोगः ताम् अत्र प्रथमं राल्लोपः भवति वा किल? प्रथमवकारस्य लोपः अङ्गकार्यमस्ति खलु। सो अतो अतो अतोतुर् योगः तां दट् इस् राल्लोपः तत्र। तदनन्तरं तदनन्तरं पुगन्तस्य न भवति, हलन्याप्योर् न भवति, हलीच हलीच हलीच अतो अतो तूर्तं सूत्रद्वयमेव अतो तूर्ताम्। ओके, सूत्रद्वयमेव अस्तु। अग्रे महोदय, सुप्रत्ययः किमर्थं लिखामि अहं न जानामि, अत्र किमस्ति तस्य प्रयोजनं? सर्वत्र तिङ् अस्ति, सुप्रत्ययसङ्ख्या एक क्विप् गच्छ क्विप् कृते अस्ति वा? मदनमहोदय पठतु सुप्रत्यय। आम्, सुप्रत्ययः सङ्ख्या एकविंशतिः ते च एते सौ जस्मौ चषड्भ्यां बिस् ङे भ्यां व्यस् ङिसि भ्यां व्यस् नसो सां यो बस् यो सुप् सौजस् अम् औ सस् ता भ्यां बिस् ङे भ्यां व्यस् नसि भ्यां व्यस् नस् ओस् आम् नि ओस् सुप्। एकविंशतिः सुप्रत्ययः सन्ति खलु? तर्हि के के प्रत्ययः सन्ति? सु सु पठन्तु प्रत्ययः के के सन्ति? सु औ जस् अम् औ सस् टा भ्यां बिस् ङे भ्यां व्यस् ङिसि भ्यां व्यस् नस् ओस् अम् नि ओस् सुप्। सकारस औ जस् अम् औ अस् आ भ्यां बिस् ये भ्यां व्यस् अस् भ्यां व्यस् अस् ओस् आम् इ ओस् सु। गृ इति धातु किमर्थं दत्तं? किमर्थं अत्र अग्रे अग्रे आगच्छति इति धातु ग्रीनिगरणे तुदादौ गिरति गृ योगः क्विप् पिपिनन्तौ विजन्ता धात्वं न जहति इति परिभाषया क्विप् प्रत्ययः संयुज्ये चेदपि धातोः धातुसंज्ञा तिष्ठति। क्विप् प्रत्ययस्य सर्वापहारलोपः लशक्वतिते पकारस्य हलन्त्यं पकारस्य इत्संज्ञा तस्य लोपः कृ योगः वि इकारः उच्चारणार्थं गृ योगः वकारः अपृक्त हल् प्रत्ययः इत्यनेन तस्य अपृक्तसंज्ञा वेरप्रत्यस्य इत्यनेन अपृक्तसंज्ञक वकारस्य लोपः गृ धातु अपि प्रातिपदकम् अपि कृदन्तसमासश्च इति सूत्रेण कृत इद्धातोः गी उरन्रपः गिर् इति धातुरूपि प्रातिपदिकम्। गृ इति धातु अस्ति कृप् कृप् प्रत्ययोजनेन तस्य धातुसंज्ञा भवति। क्विप् बिन्ता विजन्ता धातुत्वं न जहति इति परिभाषा धातुसंज्ञा भवति। तदनन्तरं क्विप् प्रत्ययस्य ककारस्य लोपः पकारस्य लोपः वकारः एव तिष्ठति। अपृक्तः अस्ति वकारः इत्यनेन वकारस्य अपि लोपो भवति। वेरपृक्तस्य इति सूत्रेण वकारस्य लोप कृ एव तिष्ठति। ऋकारान्तधातुः अस्ति अतः ऋत इद्धातोः इत्यनेन किं भवति ऋत इद्धातोः इत्यनेन ऋकारस्य इकवर्णः भवति खलु। आम् इक्वर्णः भवति। प्रत्ययकयोजनेन सर्वत्र धातु प्रातिपदिकं भवति वा? आम् तर्हि पृच्छतु कीदृशः प्रत्ययः अस्ति क्विप्? बहु किम् अस्ति अत्र, किं वदामि, विचित्रप्रत्ययः अस्ति क्विप्। अत्र क्विप् केवलम् उदाहरणम् अत्र लिखितमस्ति, तत्र वस्तुतः अत्र प्रयोजनं नास्ति, परन्तु उदाहरणमस्ति अतः पठिष्यामः। क्विप् एकः प्रत्ययः अस्ति खलु। क्विप् कीदृशः प्रत्ययः अस्ति? कृत् प्रत्ययः अस्ति, कृत् तिङ् कृत् कृत् प्रत्ययः अस्ति। तर्हि गृ इति धातुः अस्ति, धातोः क्विप् प्रत्ययः आगच्छति, कृत् प्रत्ययः। तर्हि इदानीम् एकः परिभाषा अस्ति, क्विवन्ता विजन्ता धातुत्वं न जहति। सामान्यतया एकवारं धातुना सह प्रत्ययः यदा संयुज्यते तत्र इदानीं तत् धातुत्वं न भवति खलु। इदानीं तत् धातुः नास्ति, धातुयोगः प्रत्ययः धातुः नास्ति, परन्तु क्विप् किमर्थं महोदय धातुयोगप्रत्ययः किमर्थं धातुः नास्ति? धातुयोगः प्रत्ययः तत्र धातुत्वं नास्ति खलु। पच् पठ योगः क्त प्रत्ययः पठित इति अस्ति, पठयोगः क्त किं भवति? पठित, इदानीं पठित धातु अस्ति वा? पठितधातु नास्ति, तदेव धातुयोगः प्रत्ययः धातुः नास्ति खलु। सर्वदा समानमेव धातुयोगः नास्ति, परन्तु सामान्यतया धातुयोगः प्रत्ययः सामान्यतया धातुः नास्ति खलु। कृत्प्रत्ययः चेत् न, तिङ् प्रत्ययेषु अपि पठयोगः अस्ति, पठति, इदानीं पठति धातुः अस्ति वा? ओ ऐ सी, ओके। तत्र किं, तत्र भ्रमः कः? धातु प्लस् प्रत्यय इस् नाट् धातु, इट् इस् बट् नार्मल् इट् इस् नाट् करेक्ट्। परन्तु क्विप् इति एककृत् प्रत्ययः अस्ति, तत्र प्रत्ययस्य योजनान्तरमपि धातुत्वं न गच्छति, अतः लिखितमस्ति क्विपन्ता विजन्ता धातु न जहति। जहति मीन्स् टु टु टु फोर् सेक्। तर्हि क्विप् क्विबन्त यः धातुः अस्ति, नाम क्विबन्त यः अस्ति धातु प्लस् क्विप् इति, अथवा धातु प्लस् विच्, विच् अन्यमस्ति, तत् चिन् त्यजतु। तर्हि प्रत्ययस्य योजनात् अनन्तरमपि धातुत्वं तिष्ठति, धातुत्वं न गच्छति, तर्हि प्रत्ययः संयोज्यते चेदपि धातोः धातुसंज्ञा तिष्ठति इति। त्रिगृ इति धातुः अस्ति, गृ प्लस् क्विप् अपि धातुः अस्ति इति चिन्तयतु। तर्हि इदानीं क्विप् प्रत्ययस्य का स्थितिः भवति? क्विप् मध्ये पकारस्य लोपः केन सूत्रेण? हलन्ते मध्ये सूत्रेण न पकारस्य लोपः। क्विप् क्विप् प्रत्ययमध्ये पकारः गच्छति केन सूत्रेण? हलन्त्यं हलन्त्यं हलन्त्यं तस्य लोपः इति सूत्रेण पकारस्य तस्य लोपः पकारः अपि गच्छति केन सूत्रेण? तर्हि केवलं वि इति अवशिष्यते। वि मध्ये अपि इकारः केवलम् उच्चारणार्थमस्ति, उच्चारणार्थमस्ति, अतः किम् अवशिष्यते? केवलं वकारः। तर्हि गृ योगः क्विप्, तस्य भवति गृ योगः वकारः। तर्हि इदानीं वकारः कीदृशः प्रत्ययः अस्ति? किमर्थम् अपृत्तः अस्ति? एक एव वर्णः अस्ति, एकः एव वर्णः प्रत्ययस्य अपृक्तसंज्ञा भवति। तर्हि इदानीं व इति अपृक्तप्रत्ययः अस्ति, अपृक्त। तर्हि एकं सूत्रं भवति वेर् अपृक्तस्य, वेः अपृक्तस्य। तर्हि किं वदति? यदि वकारः अस्ति यत् अपृक्त अस्ति, तस्य लोपः भवति। अपृक् संज्ञकवकारस्य लोपः भवति, सर्वदा वकारस्य लोपः भवति इति न, परन्तु यदि वकारः अपृक् अस्ति तस्य लोपः भवति। तर्हि गृहयोगः संशय महोदय, वकार एव अपृक्तम् अस्ति चेत् लोपः वा? केचन हल् वर्णः अपृक्तः अपि च वकारः एव अन्यवर्णः अन्यसूत्रेण भवितुं शक्नुवन्ति, परन्तु अस्मिन् सूत्रे वकारस्य यदि अपृक्तसंज्ञा अस्ति तस्य लोपः भवति, नाम अपृक्त वकारः कदापि स्थातुं न शक्नोति, सः तु गच्छति एव, सः तु लुप्यते एव। तर्हि वकारस्य लोपः अत्र हल्याप्यो इति कार्यं न करोति वा? वकारस्य लोपः पृक्तं हल् सूत्रं किं वदति? अपृक् अपृक्त सकारस्य लोपः भवति खलु? ओ, सकारस्य तकारस्य एव लोपः भवति। सुतीसि अपृक्तं हल् नाम सुप्रत्ययस्य यः अपृक्तसकारः अस्ति, तिप् प्रत्ययस्य यः अपृक्तसकारः अस्ति, तिप् प्रत्ययस्य यः अपृक्तसकारः अस्ति, तेषामेव लोपः अस्ति खलु? तत्र वकारस्य तु चर्चा एव नास्ति, वकारस्य वेरकृत्वस्य, तर्हि वेरकृत्वस्य सूत्रं वकारस्य सूत्रं भूत्वा लोपः भूत्वा किम् अवशिष्यते इदानीं? गृ। तर्हि इदानीं गृ क्विबन्तः अस्ति, तत्र प्रत्ययस्य लोपः अस्ति, परन्तु प्रत्ययलोपप्रत्ययलक्षणं तु अस्ति एव खलु? तत्र प्रत्ययः अस्ति परन्तु न दृश्यते। तर्हि गृ इति अस्ति, गृ अस्ति, तर्हि अत्र अत्र क्विबन्तः विजन्तत्वं न जाति इति क्विबन्त अस्ति, अतः गृ इति धातुः अस्ति खलु? धातुत्वं तु अस्ति, प्रातिपदिकमपि अस्ति सूत्रेण कृतसमासास्य अन्ते कृत् प्रत्ययः अस्ति, कथित् प्रत्ययः अस्ति अथवा समासः अस्ति चेत् प्रातिपदिकं संज्ञा भवति। यत् गृ मध्ये अन्ते क्विप् प्रत्ययः अस्ति खलु, यद्यपि लुप्यते परन्तु प्रत्ययलोपे प्रत्ययलक्षणमिति सूत्रेण प्रत्ययः तु अस्ति अन्ते, अतः कृत् प्रत्ययः अन्ते अस्ति, अतः प्रातिपदिकत्वमपि भवति। नाम गृ इति यत् अवशिष्यते सः धातुः अपि अस्ति, प्रातिपदिकम् अपि अस्ति। सामान्यतया एतादृशस्थितिः नागच्छति खलु? धातुः अस्ति नो चेत् प्रातिपदिकमस्ति, प्रातिपदिकमस्ति नो चेत् धातुः अस्ति, परन्तु अत्र विशेषस्थितिः अस्ति, गृ इति धातुः अपि अस्ति प्रातिपदिकमपि अस्ति। एतावत्पर्यन्तं सर्वे अवगतम्? एतावत्पर्यन्तम् अवगतम्। इदानीं धातु इदानीं गृधातुः अस्ति, धातुः अस्ति खलु, तर्हि घृत इति धातुः इति सूत्रमस्ति खलु, दीर्घरिकारान्तधातुः अस्ति चेत् रिवर्णः भवति. सर्वे अवगच्छ स्मरन्ति खलु सूत्रं किं, सूत्रं किं महोदय? ऋत इद्धातुः खलु, दीर्घरिकारान्तधातुः अस्ति चेत् ऋवर्णस्य स्थाने ह्रस्व इकारः भवति. अवगच्छन्ति, स्मरन्ति खलु? अस्ति, अस्माभिः पूर्वमेव पठितं तत्र त्रुधातुः अस्ति खलु, त्रुधातुः तत्र अस्माभिः पठितं, तत्र चिन्तयतु अत्र गणपाठे तत्र तुदादिगणे अथवा किमपि कुत्रापि आसीत्. रीत धातुः इति सूत्रमस्ति, दीर्घरिकारं धातुः अस्ति चेत् तस्य रिकारस्थाने इकारः भवति. तर्हि अत्र घृ इति अस्ति, तत्र धातुः अस्ति, तत्र घी भवति, घी भवति. नाम रीत धातोः कृते परनिमित्तं किमपि नास्ति, परनिमित्तं किमपि भवेत् रिकारस्थाने ईवर्णः भवति. तर्हि गृह मध्ये अग्रे किमपि दीर्घकारस्य वा दीर्घकारस्य वा दीर्घकारस्य नाम पित् प्रत्ययः अस्ति चेत् तत्र गुणकार्यं भवति सार्वधातुकार्धतुकयोः. भो तत्र किं किं किं भवति, तत्र सार्वधातुकप्रत्ययः अस्ति पित् अथवा आर्धातुकप्रत्ययः अस्ति, यत्र गुणस्य प्रसक्तिः भवति तत्र तु गुणकार्यं करणीयम्. परन्तु यत्र गुणस्य प्रसक्तिः नास्ति तत्र तु ऋतधातोः इति सूत्रेण इकारः भवति. तर्हि गी इति भवति, उरण्परः इत्यनेन गिर् इति भवति. नाम इदानीं धातुः अस्ति गिर्, गुणस्य प्रसक्तिः अस्ति गर् गर् भवति शक्यम्. अन्ते अन्ते अन्ते दीर्घः स्वरः अस्ति चेत् गुण रु इति अस्ति, अग्रे सार्वधातुक आधातुक प्रत्ययः अस्ति चेदेव गुणः भवति खलु. सार्वधातुक यत्र गुणस्य प्रसक्तिः अस्ति सार्वधातुक आधातुकप्रत्ययः तत्र करोतु, तत्र नास्ति चेत् मा करोतु, ऋतधातुः एव भवति. गिर् इति भवति, इदानीं गिर् धातुः अपि अस्ति, प्रातिपदिकमपि अस्ति खलु. गिर् धातुः अपि अस्ति, प्रातिपदिकमपि अस्ति. इदानीम् अग्रे वयं गच्छामः, प्रातिपदिकम् अस्ति अतः सुवौजस्प्रत्ययः आगतुं शक्नोति खलु. तर्हि सुप्रत्ययः इदानीं प्रातिपदिकम् अस्ति अतः सुप्रत्ययः आगच्छति. इदानीं पर्यन्तं सर्वे आगच्छन्ति खलु, प्रश्नः अस्ति वा कस्यापि? तर्हि गिर्योगः सु, इदानीं सु मध्ये उकारस्य लोपः केन सूत्रेण? अनुनासिक अनुनासिक उपदेशे तस्मात् तस्य लोपः. तर्हि गिर्योगः स, इदानीं एतावत्पर्यन्तं हल्याभ्यो दीर्घा सुदिशि कृतं हल् इति सूत्रस्य प्रसक्तिः अस्माभिः केवलं धातुप्रत्ययः अस्ति चेत् तत्र एव दृष्टं. नाम सु टि सि मध्ये सु टि सि इति प्रत्ययत्रयम् अस्ति खलु, तृतिप्रत्ययकृते सि प्रत्ययकृते अस्माभिः तत् पठितं दृष्टम्. इदानीम् अस्ति सु, सु कृते अपि सूत्रस्य प्रसक्तिः भवति. एतादृशं एतस्य कृते एतत् सर्वम् उदाहरणं लिखितमस्ति. नाम किमर्थं दीर्घात् तत्र भवति? हल् ज्ञाप्य दीर्घात् सुतिसि अपृक्तं हल्. दीर्घ कुत्र आगच्छति? नि आप् कृते अस्ति खलु, हलन्त दीर्घ आबन्त दीर्घ न्यबन्त इति नाम हलन्तम् अस्ति अथवा दीर्घ आबन्त अस्ति अथवा दीर्घ न्यप् निप्रत्यय निबन्त अस्ति चेत् तस्य अग्रे सुप्रत्ययस्य अपृक्त सकारः इति हल्वर्णः अस्ति चेत् अथवा तिप् प्रत्ययस्य अपृक्तकारः इति हल्वर्णः अस्ति चेत् अथवा सिप् प्रत्ययस्य अपृक्तसकारः इति हल्वर्णः अस्ति चेत् तस्य वर्णस्य लोपः भवति इति अस्ति। तर्हि अत्र गिर् अस्ति, गिर् हलन्तम् अस्ति, तस्यानन्तरं तस्मादनन्तरं सुप्रत्ययस्य सुप्रत्ययस्य अपृक्तसकारः इति अवशिष्यते, तर्हि तत्र सकारस्य लोपः भवति, गिर् इति भवति। अवश्य अवगच्छति वा? महोदय अवगच्छति वा? आम् आं महोदय। तर्हि गिर् इति अस्ति, इदानीं सुप्रत्ययः गच्छति परन्तु प्रत्ययलोपे प्रत्ययलक्षणमिति कारणेन यद्यपि सुप्रत्ययः गच्छति परन्तु लक्षणं तु अस्ति प्रत्ययस्य, तर्हि सुप्रत्ययः अन्ते अस्ति चेत् सुप्तिङन्तं पदमिति सूत्रेण पदसंज्ञा भवति, अतः गिर् इदानीं पदमस्ति। तर्हि पश्यतु गिर् तत्र अन्ते सु अस्ति इदानीम्, अतः पदमपि अस्ति, गिर् इति धातुः अपि अस्ति, यथा अस्माभिः पूर्वं पठितं क्विबन्ता विजन्ता धातुत्वं न जहति, धातुः अपि अस्ति, गिर् प्रातिपदिकमपि अस्ति, नाम अन्ते यः गिर् इति रूपमस्ति तत् वस्तुतः धातुरूपी प्रातिपदिकरूपी पदमस्ति, पदमपि अस्ति यतोहि सुप्रत्ययान्ते अस्ति सुप्तिङन्तं पदं, धातुः अपि अस्ति यतोहि क्विबन्ता विजन्ता रूपं न जगति, प्रातिपदिकमपि अस्ति कृत् तद्धितसमासाश्च इति सूत्रे, धातुः अपि प्रातिपदिकमपि पदमपि, अतः पदस्य कृते ये यानि यानि कार्याणि भवन्ति तानि सर्वाणि अत्र भवन्ति, धातोः कृते यानि यानि कार्याणि भवन्ति तानि अपि सर्वाणि भवन्ति, अतः एव रिपैत् धातोः अस्माभिः कृतं धातुकार्यं, कृतसमासाश्च इति सूत्रेण प्रातिपदिकं सङ्ख्यापि भवति, अतः प्रातिपदिककृते यानि कार्याणि भवन्ति तानि अपि अत्र भवन्ति, अतः अस्माभिः सुप्रत्ययः योजितं। पश्यतु विचित्रं वैचित्र्यं पश्यतु, धातुः अपि अस्ति प्रातिपदिकमपि अस्ति पदमपि अस्ति। इदानीं गिर् इति धातुः अस्ति, तत्र पदमपि अस्ति, पदान्ते रेफवर्णः अस्ति, तर्हि किं सूत्रं कार्यं करोति? पदान्ते चेत् रेफवकारस्य रेफवकारात् प्राक् इकवर्णस्य दीर्घं भवति खलु सूत्रेण पदमस्ति, गिर् पदमस्ति, तत्र पदान्ते धातु धातोः रेफवर्णः अस्ति, धातुः अपि अस्ति, पदान्ते रेफवर्णः अस्ति, तर्हि रेफवर्णात् पूर्वं यः इकारः अस्ति तस्य दीर्घत्वं भवति, तर्हि गीर् इति भवति, गीर् महोदय प्रश्नः अस्ति, गिर् इति धातुः धातुः अपि अस्ति प्रातिपदिकम् अपि अस्ति इति अवगतं, सुप्तिङन्तम् इति पदम् अत्र सुबन्तं तस्मात् पदं भवति, गिर् इति धातुः अस्ति, तिङ् अस्ति, तिङ् अत्र नास्ति, किमर्थं पदं भवति? सुबन्तं सुबन्तं पदम् सुप्रत्यय प्रातिपदिक प्रातिपदिकं प्रातिपदिकं सुप्तिगन्तं पदम् इति कारणेन पदं भवति, परन्तु अस्ति चेत् पदं पदसंज्ञा भवति खलु, अत्र सुप्रत्ययः अस्ति खलु, ओ धातु धातु केवलम् अस्ति पदं नास्ति तत्र, सुबन्तम् अस्ति तस्मात् एव पदम्। यस्य अन्ते सुप् अस्ति तत् पदं, तत् पदम् ओके, अत्र अन्ते सु अस्ति अतः पदम्। तर्हि रोः उपदायदीर्घसूत्रेण गीर् भवति, तदनन्तरं खरवसानेव विसर्जनीयः इति सूत्रेण गीः भवति. अतः गृ योगः क्विप् प्रत्ययः योगः सु तस्य अन्तिमरूपं भवति गीः. अत्र रोः उपधाया दीर्घस्यापि प्रसक्तिः भवति, हल्न्याकस्य प्रसक्तिः भवति, अत्र बहूनां सूत्राणां प्रसक्तिः भवति. अतः एतत् उदाहरणं लिखितम्. अवगच्छन्ति वा? अवगतं. गृहयोगः क्विप् प्रथमं कृत्प्रत्ययः क्विबन्ता निज जनिता धातुत्वं न जहाति न जगति तस्मात् धातुत्वं भवति. तदनन्तरं पकारः लोपः हलन्त्यम् इति सूत्रेण अप ककारलोपः लशक्वति चेत् तदनन्तरं वि इकारः उच्चारणार्थं वकारः एव अवशिष्यते. तद परन्त अपृक्तये एक अपृक्त वेर् अपृक्तस्य इति सूत्रेण वकारः अपि लोपः. गृ इति धातु तदनन्तरं गृ योगः सुप्रत्ययः ओ धातु अपि प्रातिपदिकं च क्विबन्ता निजन्ता धातुत्वं न जहति इति सूत्रेण. तत्र प्रातिपदिकं कथं भवति तस्मिन् समये? कृत् तद्धित् समासाश्च यस्य अन्ते कृत् प्रत्ययः अस्ति, तद्धित् प्रत्ययः अस्ति अथवा समासः अस्ति चेत् तस्य प्रातिपदिकसङ्ख्या भवति. तत्र तत्सूत्रं नास्ति. तत्र लिखितमस्ति खलु कृत् तद्धित् समासाश्च कृबन्त तत्सूत्रं वा? कुत् समासः कुत्र? कृत् तद्धितसमासाश्च कृत् तद्धितसमासाश्च तेन प्रातिपदिकत्वम् आगच्छति. तेन प्रातिपदिकं भवति. ऋत ऋत इत् धातोः घी भवति. तदनन्तरं गुरन्ध्रपरः गिर् भवति. तदनन्तरं गिर्योगसु हल्न्याप्यो दीर्घात् श्रुति अपृक्तं हल् इति सूत्रेण गीर् गीर् भवति किल. गिर् गिर् इति धातु अपि प्रातिपदिकं च. तदनन्तरं उपधायाः दीर्घः द्विभोर् उपधायाः दीर्घः एकः इति सूत्रेण गीर् भवति. करवसानयौ इति घी इति भवति. ओके. काम्प्लिकेटेड् अस्ति परन्तु उदाहरणं समीचीनमस्ति. अस्तु, अवगच्छन्ति वा सर्वे? अरे तथैव भ्यां भेभ्यस्तु. तत्र स्वादिषु सर्वनामस्थाने एकं सूत्रमस्ति. तत्र पूर्वभावस्य पदसंज्ञा भवति. अत्र तस्य किमपि नास्ति, अतः त्यजतु. अत्र सुबन्तकरणम् अस्ति, तत्र इदानीं त्यजतु, भ्रमः एव भवति. परन्तु अत्र दीर्घः इति सूत्रस्य प्रसक्तिः भवति. अस्तु, तर्हि प्रश्नः नास्ति अस्ति वा कस्यापि? नास्ति चेत् विरमामः. नास्ति महोदय. धन्यवादः महोदय.